अस्तु, नमस्सर्वेभ्यः. अस्माकम् एकत्रिंशः वर्गः प्रचलति अस्ति, तं वर्गं प्रति सर्वेषां कृते स्वागतम्. यथा प्रकारः आदौ तु ध्येयमन्त्रः, नूतनः ध्येयमन्त्रः अस्ति, पश्यामः. अस्तु, विजय महोदय पठतु. मङ्गलाचरणं विषेवते प्रशस्तानि विन्दितानि न सेविते अनास्तिकम् अनास्तितक श्रद्धानम् एतत् पण्डितलक्षणम्. ॐ शान्ति शान्ति शान्तिः. अहमेकं वारं पठामि, नूतनः अस्ति किल. निषेवते प्रशस्तानि निन्दितानि न सेवते अनास्तिकश्रद्धधान एतत् पण्डितलक्षणम्. ॐ शान्ति शान्ति शान्तिः. हरिः ओम्. आङ्ग्लभाषायां पठतु अर्थं महोदय. तर्हि यत् करणीयं तत् करोति, यत् न निषेधितः अस्ति तत् न करोति, अपि च आस्तिकः अस्ति, श्रद्धा अपि तस्मिन् अस्ति. तर्हि सः एव पण्डितः इति. अस्तु, धन्यवादः महोदय. इदानीं गतवर्गे कथापठनम् आरम्भितवन्तः, अद्य तां कथां प्रति एव सरामः. कथायाः शीर्षकः अस्ति काकस्य उपायः. इदानीं पर्यन्तं यत् पठितवन्तः तस्य विवरणं संक्षेपरूपेण अहं वदामि. एका काकदम्पतिः महावृक्षे वसति स्म. तत्रैव वृक्षस्य कोटारे एकः दुष्टः सर्पः आसीत्. यदा यदा सा काकी प्रसूता भवति स्म, सः सर्पः तस्याः शिशुं खादति स्म. एतेन काकः काकी च खिन्न भवति स्म. एकः शृगालः काकस्य मित्रम् आसीत्. सः काकः स्वस्य मित्रं प्रति उक्तवान्, भोः मित्र, एतस्य सर्पस्य किमपि करणीयम् इति. इदानीम् अग्रे. अस्तु, के के सन्ति इदानीम्? अस्तु, कविता भगिनी. आं भगिनि, अवगतं किल? हा, नमस्ते. अवगतं किल? तर्हि षष्ठः बिन्दुतः पठतु. आम्. अतः एकदा काकः स्वमित्रस्य शृगालस्य समीपं गत्वा उक्तवान्, भोः मित्र, सः कृष्णसर्पः कश्चित् मारणीयः. कथञ्चित् मारणीयः. उपायं सूचयतु इति. आङ्ग्लभाषायाम् अर्थं वदतु भगिनि. सो वन् क्रोस् फ्रेण्ड् शृङ्गाल क्रो वेण्ट् टु द फ्रेण्ड् नियर् द फ्रेण्ड् शृङ्गालः जकाल् शृङ्गालः फाक्स् Yeah, fox or jackal, same family. Hey, friend, that black serpent needs to be killed. Can we suggest an upaya? Idea. Upama. Uttama. Agrimam patatu. Shringalaha ekam. Shringalaha shring. Shamyatam bhagini. Shringanasti shringalaha. Shringalaha. शृगालः एकम् उपायं सूचितवान्. The fox suggested one upay. Tat shrutva kakah tat shrutva kakah bahu santushta. Having listened to that, the crow was happy. Ambhuni patat samyak asti samyak. तदन्तरं काकः उड्डयनं कुर्वन् नगरम् आगतवान्. आफ्टर्वर्ड्स् द क्रो नगरम् आगतवान्. So just a minute, this kurvan is the continuous tense, flying, it's the continuous tense, progressive, okay? Otherwise it would have been akarot or karoti, present tense would have been karoti, past tense would have been akarot or kritavan, okay? So kurvan, remember that, kurvan, pashyan, shrinvan, sprishan, all these, when that na comes at the end for male, for masculine, it becomes continuous tense, agrima, whatever. तत्र महाराजस्य प्रसादस्य प्रासादस्य सरोवरे अन्तःपुरस्त्रियः दट् वेनेवर् देर् इस् आफ्टर् द विसर्ग वेन् देर् इस् अ प देन् द विसर्गः इस् प्रनौन्स्ड् एज़् हाफ् fa ha fa. Actually there is no fa in Sanskrit. In Sanskrit there is no fa, but the sound that comes when there is a visarga and after that there is a pa, it becomes like half fa. So antahpurastriyah jala kridayam magnah asan. There maharaj there in the maharajasya prasad in the bhavan. एकनिमिषः प्रसादम् आवदतु, यतोहि प्रसादः इस् प्रसादः, वाट् यु टेक् प्रसाद गाड्स् प्रसाद, बट् प्रासाद इस् पेलेस् पेलेस् पेलेस् महाराजा पेलेस् सरोवर् लेक् फीमेल्स् वेर् एन्ग्रोस्ड् इन् जलक्रीडा वाटर् स्पोर्ट्स् तासां वरुणि वस्त्राणि तासां वस्त्राणि आभरणानि च सरोवरस्य सोपानेषु स्थापितानि आसन्. देर् क्लोत्स् एण्ड् ओर्नमेण्ट्स् वेर् केप्ट् आन् द सरोवर्स् सोपानं पेडस्टल् Sopana is ladder actually, but here there are no ladder, so steps. Kakaha tatra gatavan. The crow went there. Ekam suvarna haram sukritya aranyabhimukham aranyabhimukham prasthitavan. He prasthitavan. He took one swarnahara and dropped it into the tree's hole. A tree's hole, where is the, in that sentence you have to translate it. I know you know the story, but you have to translate the anuvadam karaniyam. अनुवादः करणीयः. एकं सुवर्णः अरण्याभिमुखं मीन्स् हि वेण्ट् टुवर्ड् द फारेस्ट्. द फारेस्ट् दट् हि प्रस्थितवान् मीन्स् हि स्टार्टेड् हिस् जर्नी टुवर्ड्स् द फारेस्ट्. अस्तु, धन्यवादः भगिनि. विजय महोदय पठतु. तत् दृष्ट्वा राजभाटः राजभाटः काकम् अनुसूतवन्तम्. अनुसृतवन्तः राजभटाः काकम् अनुसृतवन्तः अत्र टङ्कनस्य दोषः अस्ति यतोहि तत्र अ अस्ति स्वरः अस्ति चेत् अनुस्वार म भवति मोनुस्वारः भवति काकः अरण्यम् तत् आङ्ग्लभाषायां वदतु तत् दृष्ट्वा राजवाटः राजवाटमि किङ्क् the watchman, the servant, Bhataha, over there, Bhataha is the watchman. The watchman watched, see that crow is going to the forest. Yeah, and they followed him. Anusritavantaha means they followed the crow. Oh, okay, okay. Because he has a gold chain, right? Suvarna haraha asti, tasya haste. Kaka hai, aranyam. आगत्य महावृक्षस्य कोटरे तं हारं पातितवान् काकः अरण्यम् आगत्य महावृक्षः क्रो फ्लैस् टु दि ट्री वाट् अरण्यम् इस् ए फारेस्ट् ओके crow flies to the forest kotare tata hara patitvan kotare means the hole of the tree hole he placed the ornament in the hole patitvan patitavan so he dropped it okay svayam duram gatavan cha He came back then. He went away far away. He dropped it into the hole and he went away from the hole. He flew, he went to a distance. He went far away. Rajabhataha. Bhataha. Rajabhataha. Rajabhataha. Tatra. Agatvantaha. Agatavantaha. Guard sees that he went far away. No. Rajabhataha tatra agatavantaha. Agatavantaha means they came there. They were following him, right? So they came there. Tatra Rajabhataha tatra there agatavantaha. They came there. Tada tatra sita krishta sarpa कोपेन बहिः आगतवान् कृष्ण बिकास् द तत्र चिन्ता नास्ति वदतु आङ्ग्लभाषायां वदतु अर्थं वदतु then that snake came out with anger. Okay, angrily he came out. Rajabhataḥ danda prahārena tam prahārena danda prahārena prahārena tam māritavanta the guards bhataḥ bhataḥ guard with the anger hit the snake no danda prahārena not with anger but with the stick they must have been angry but then that is not there in the sentence. Tam maritavanta. Tam is who? Tam is? Tam. Huh. Who is tam? Tam maritavanta. Tam? He is pointing to snake. Tam? Snake. Tam sarpam maritavanta. That is how it should have been written. Tam sarpam maritavanta. Then? Hara hai cha nitavanta. Haram. aram, very important. Neetavantah. Then? Neetavantah, that means they took the... Then took the... Harah. They took the ornament. They killed the snake and they took the ornament. Tadantaram, kakah, Tadanantaram. Kakah, svapatya, sah. Patnya, sah, sukhena, jivitavan. Then after, the crow. With his wife. पत्न्या तृतीया विपत्नी इति प्रातिपदिकस्य तृतीया विभक्तिः पत्न्या उत्तमम् सो तत् आसीत् काकस्य उपायः इदानीं विशालाक्षि भगिनी नूतनः नमो नमः नमो नमः नूतनं पाठं पठतु एकनिमिषं पश्यामि आवश्यकं किम् इति एतत् किम् पठतु भगिनि मूर्खः द्विजः अर्थं वदतु द्विजः मीन्स् ट्वैस् बोर्न् बिकास् and in the stories and in fables and all it is considered as brahmin everywhere actually it's considered as dvija brahmin okay so stupid brahmin anta stupid brahmin okay purvasmin kale केनचित् द्विजेन यवैः केनचित् द्विजेन यवैः पूर्णशरावः प्राप्तः इन् द ओल्डन् टैम्स् What is Kenachid? Kenachid means some Brahmin. By some Brahmin. Brahmin not, only one Brahmin. Dvijena, so by that Brahmin. By that Brahmin. What was received? One bowl full of rice. Why he is rice. Rice, okay. पूर्णः फुल् शरावः मीन्स् बोल् हि रिसीव्ड् वन् बोल् आफ् रैस् भगिनि अत्र श्लोकः नास्ति किल तर्हि अत्र सन्धेः आवश्यकता नास्ति यतः सः दरिद्रः अभवत् ततः इमं यवपूर्णं शरावं प्राप्य तस्य हृदये प्रभूतः सन्तोषः जातः यतः इस् बिकास् सः वास् पुअर् अभवत् ततः He went there. No. Because he was poor, therefore, Tataha, here is there, Tataha, abhavad. Therefore, Daridra Abhavad, he had become poor. That Pandit, that Brahmin had become poor. Abhavat means become. He became poor. He had become. Imam Yavapurnam Sharavaha. Sharavam. Sharavam. What is the meaning? Sharavam. Yavapurnam Sharavam. Now he had received a bowl, right, of rice. So after receiving that bowl of rice, because he had become poor, Prapya, after receiving that, Tasya Rireye, in his heart, Prabhutaha Santoshava Jala, a lot of happiness was born. Actually, literally translated, it means Prabhutaha Santoshava Jata. That means he, literally Jata means born, but over here, he became very happy. Okay. Anantaram Swagramam त्यक्त्वा चिरकालीनस्य मित्रस्य कुम्भकारस्य मण्डपीकां गत्वा तत्र रात्र्यां शय्यायां शयित्वा एवम् अचिन्तयत् ओन्ली टु टेल् द मीनिङ्ग् सो अनन्तरम् आफ्टर् समय् स्वग्रामं दट् मीन्स् टु हिस् विलेज् त्यक्त्वा लीविङ्ग् असैड् हिस् ओन् विलेज् चिरकालीनस्य मित्रस्य चिरकालीन् मीन्स् फोर् अ लाङ्ग् टैम् सम्बडि वास् हिस् फ्रेण्ड् ओके सो देट् फ्रेण्ड् कुम्भ वाट् वास् द फ्रेण्ड्स् प्रोफेशन् कुम्भकारः आसीत् सः मित्रं तं मित्रम् एवं वदनीयं कुम्भकारः आसीत् हि वास् अ पाटर् Water, okay. Mandapika, over here, mandapika over here means his house, okay? Mandapika literally means sage and all that, and mantapa and all that, but here you have to take it as mandapikam gatava, he stayed there. Tatra ratriyam shayyayam shayitva evam achintaya, tatra there ratriyam at night, shayyayam on the bed, shayitva sleeping after sleeping evam achintaya. He thought like this. So he thought of going to that friend's house and spending the night there. No, Bhagini. He already went there. Tyaktva chirakalinasya mitrasya kumbhakarasya mandapikam gatva after going there. Now when he went over there, he used to spend the night there, right? So tatra ratriyam at night. रात्रि इति प्रातिपदिकं रात्र्यां सेवेन्त् विभक्ति शय्यायाम् आन् द बेड् शयित्वा आफ्टर् स्लीपिङ्ग् त्वा प्रत्ययः एवम् अचिन्तयत् हि थाट् लैक् देट् हि थाट् लैक् देट् सो द नेक्स्ट् सेण्टेन्स् इस् वाट् ईस् थिङ्किङ्ग् यदि अहम् इमं यवपूर्णं शरावं विक्रीय कतिपयान् कपर्दकान् प्राप्नोमि तदा तैः कपर्दकैः सो इफ् यदि अहम् इमं सब् इफ् ऐ यवपूर्णं शरावं दिस् फुल् बोल् आफ् रैस् इफ् ऐ सेल् इट् कतिपयान् मीन्स् मेनि Kapardakan will be money. I will receive lot of money. Correct? Yes. Tada tai kapardakaihi. Then, tada tai kapardakaihi means? क्रीत्वा विक्रीय अनेकधा वृद्धेन धनेन प्रभूतानि अन्यानि द्रव्याणि उपक्रीय अनेन अनेन नौ इट् इस् कण्टिन्यू दे हेव् पुट् इट् इन् सेपरेट् सेण्टेन्सेस् दे हेव् टेकन् इट् अप् एट् द राङ्ग् प्लेसेस् सो anyan vidan kritva. I'll read the next sentence also. Okay. Anyena prakarena dhanasya ayam utpada utpadya tatasraha patnihi parinamayami parinaya parinayami. Now tell the meaning. Yeah. So he's thinking that I'll sell this bowl of rice instead of eating it. I will get money. I will buy more pots. I will collect prabhutani, may lots vridhena, anekada vridhena dhanena, that money will go on multiplying, right? The money will keep on multiplying. I will buy other material things, dravyani upakriya, after buying more material things. Anena prakarena, by this method, dhanasya sanchayam, I collect money. Yeah, I'll collect money and then I will get married to 4 wives. Chatasraha patnihi parinayami. I will marry 4 wives. Okay? Achcha. All 4 wives. Astu. Vijay, that's Vijay. Vijay Tanki Mahodaya. Dhanyavada. Vijay Mahodaya, Shrutavan Kila? कथां श्रुतवान् किल आं भगिनि तर्हि पठतु ततः तासु पत्नीषु अधिकस्वरूपवत्याम् अधिकम् अनुरागं करोमि सो हि दीस् फोर् वैफ् हि सेइंग् दट् दे विल् He is assuming, I mean, he is already thinking that they will be very beautiful and he will love them. Anuragam karoni. Adhika rupavatyam, that means all the beautiful wives. Adhikam anuragam karoni. I will love them very much. Yada yada taha anyaha naryaha irshyaya dvandvam kurvanti तदा तदा अहं कोपेन आकुलः इत्थम् अनेन लघुडेन ताः ताडयामि सो यदा यदा ताः अन्याः नार्यः ईर्ष्यया द्वन्द्वं कुर्वन्ति दट् मीन्स् वेनेवर् विद् जेलसि दे फैट् वित् ईच् अदर् ओके विद् जेलसि दे फैट् वित् ईच् अदर् हा तदा तदा अहं कोपेन आकुलः ऐ वित् लाट् आफ् एङ्गर् इत्थं देन् दट् हौ इत्थं कथम् इस् हौ एण्ड् इत्थम् इस् लैक् दिस् अनेन लघुडेन वित् दिस् स्टिक् ताः ताडयामि ऐ विल् बीट् देम् इति उक्त्वा शय्यायाः उत्थाय तेन द्विजेन लघुडः क्षिप्तः सो इति उक्त्वा आङ्ग्लभाषायां वदतु प्रयत्नं करोतु जय महोदय सोरि नैव एनिवन् एल्स् वाण्ट्स् टु ट्रै इति उक्त्वा शय्यायाः उत्थाय तेन द्विजेन लघुडः क्षिप्तः एनिबडि वाण्ट्स् टु ट्रै नैव किम् इति उक्त्वा आफ्टर् सेयिङ्ग् देट् शय्यायाः उत्थाय हि गोट् अप् फ्रोम् द बेड् हा एण्ड् दट् बै दट् ब्राह्मिन् हि थ्रू द क्षिप्तः मीन्स् हि थ्रू द स्टिक् अग्रिमं हि थ्रू द स्टिक् अतः तेन लघुडेन तस्य यवपूर्णः शरावः चूर्णितः भाण्डानि च प्रभूतानि भग्नानि सो बिकास् ही हिट् द स्टिक् ऐ मीन् ही टुक् द स्टिक् एण्ड् ही हिट् इट् वित् देट् वाट् हेपेण्ड् इस् दट् बोल् आफ् रैस् इट् बिकेम् ब्रोकन् इट् ब्रोक् इन् टु मेनि पीसस् एण्ड् the bowl of rice also broke. Churnitani bhutani. The bhutani is very badly. Bhagnani got destroyed. Desham bhandanam bhangasya sabdena kumbhakarena agamya tadrashta sahadvijah naskrita. Sorry? Drishtva. तद्दृष्ट्वा सः द्विजः तिरस्कृतः मण्डपिकायाः च बहिष्कृतः. ओके, सो ओवर देयर भाण्डानि च शरावः चूर्णितः, भाण्डानि च प्रभूतानि. सो बोथ, नॉट ओनली द बोल, इवन द अदर वेसल्स, अदर पॉट्स, नो, बिकॉज़ द पॉटर वाज देयर ओवर देयर, अदर पॉट्स आल्सो ब्रोक. एषां भाण्डानां भंगस्य शब्देन, लिसनिंग टू द साउंड ऑफ the broken pots and also the bowl of rice, the potter awoke. Kumbhakarena agamya, after coming over there, tat drishtva, after seeing that, sah dvijah tiraskritah, that he scolded the brahmin and he put him out. Bahishkritah kam mandapikayah cha dvijah bahishkritah. Okay, you all are finding this a little bit difficult because here karmani prayoga is there. I have spontaneously chosen the story, so no problem, because even listening to your own voice is very important. Astu dhanyavada mahoday, chinta nastu. Dhanyavada. Astu idanim prastutim प्रति सलामः. अस्तु, एतत् सर्वं कविता भगिनी आरम्भं करोतु. पठतु. भविष्यत्कालः बालकः पठति, बालकः श्वः पठिष्यति, द स्टूडेण्ट् विल् रीड् टुमारो. बालिका पठति, द गर्ल् रीड्स्. बालिका श्वः पठिष्यति, द गर्ल् विल् रीड् टुमारो. पठति पठिष्यति. I will read tomorrow. अहं पठिष्यामि, अहं श्वः पठिष्यामि. उत्तमम्, अग्रिमं करोतु. भविष्यत्कालः लिट्र लकारः, धातुः योगः इ, योगस्य योगः ति. पिबति तत्र, तत्र तत्र किं वदनीयं, तत्र केनचित् उपायेन स्य श्यः भवति, श्यः भवति, चिन्ता नास्ति, तत् मास्तु. पिबति पा, पिबति पा योगः स्य योगः ति. पास्यति, पास्यति, पास्यति. पठति पठ धातु, पठ योगः इ, योगस्य योगः ति. सो पठ योग इ, योगस्य योग ति. पठिष्यति, नयति नि, योगस्य योग ति. ने योगस्य योग ति. नेष्यति. विजय महोदय, धन्यवादः भगिनि, धन्यवादः. विजय महोदय पठतु, विजयकुमार महोदय. सम्बोधनं राजीव कृपया साहाय्यं करोति, साहाय्यं, साहाय्यं करोति, करोतु, करोतु, सॉरी, लोट् लकारे अस्ति. सरस्वती नमस्तुभ्यं, विष्णुपत्नी नमस्तुभ्यं, पादस्पर्श समस्पर्शं पादस्पर्शं समस्व मे क्षमस्व मे क्षमस्व मे महोदय कृपया कठिनं गृहकार्यं मा ददातु. धन्यवादः महोदय. धन्यवादः महोदय. विशालाक्षी भगिनी. मयूखे भवती सम्यक् पचति इति श्रुतवान्. मयूखे मीन्स् पीकाक् न? नो नो नो, मयूखा इस् द गर्ल्स् नेम्. ऐ डिन्ट् एक्स्प्लेन् बिकास् वी हेव् डन् दिस् लास्ट् टैम्. मयूखे, मयूखा इस् द गर्ल्स् नेम्. मयूखे, माला इस् काल्ड् माले, हे माले इन् सम्बोधनं वेन् यु आर् कालिङ्ग् औट् addressing. Yeah. Amba, pipasa asti mama. Kripaya jalam dadatu. Agachatu, Krishna. Atra gau charati. Gauho. Okay. Atra gauho charati. So this is, I did not explain, but I think I'll repeat it. This is Sambodhanam, that is addressing. So Ramaha becomes Rama, Rama male. And three times over there, Durat Asti Chet, Rama, if he's far away. When children don't listen, we call out, first we call out Rama, and then when they don't come, Rama, we call out that way. Durat, Lata, Late, Gauri, Gauri becomes Gauri and Pushpa, Pushpa. Astu, dhanyavadah bhagini. Dhanyavadah. Vijay Tanki Mohde. Namaste bhagini. Eta sarvam kritavantaha eva. Punasvarana rupena kurvantaha asa. यदि तर्हि शैत्यं भवति अहं बहिः न गच्छामि. यदि शैत्यं भवति तर्हि अहं बहिः न गच्छामि. आङ्ग्लभाषायां वदतु महोदय अर्थम्. What is mean by शैत्यं? शैत्यं is cold. If there is cold, so yadi, I will not go outside. Yes. So actually, in, you cannot translate literally. So if there is, rather than that, if it is cold, but you have translated it literally, which is correct. Okay. Nagare vegena yanam chalayamaha vipattihi bhavishyati. यदि नगरे वेगेन यानं चालयामः तर्हि विपत्तिः भविष्यति. अहं न पठामि, श्वः परीक्षां सम्यक् न लेखयिष्यामि. लेखिष्यामि. यदि अहं न पठामि तर्हि श्वः परीक्षां सम्यक् न लेखिष्यामि. अर्थं वदतु पूर्वतनस्य वाक्यस्य अपि. नगरे वेगेन यानं चालयामः विपत्तिः भविष्यति, तर्हि तत्र अर्थं किम्? इफ् वि रैड् और् वि ड्रैव् द वेहिकल् fast, vegena, with speed, then there will be a problem, vipattihi, misfortune or accident or trouble. Vipattihi bhavishyati. Agrimam vakyasya vadatu. If I don't read or, what would you say? Study or read. Study. Study or read. if I don't study, then tomorrow there will be exam and I would not be able to लेखिष्यामि. उत्तमम्. अग्रिमं वदतु. मतं न दास्यामि, परिदेवनं कथं करिष्यामि? यदि मतं न दास्यामि तर्हि परिदेवनं कथं करिष्यामि? एनिबडी रिकलेक्ट द मीनिङ्ग् आफ् दिस्? डस् एनिबडी रिकलेक्ट् द मीनिङ्ग् आफ् दिस् सेण्टेन्स्? We have done it last time. Vishalakshi Bhagini? Astu, aham vadami. Yadi matam, matam is vote. If I do not vote, yadi matam na dasyami, tarhi, then, paridevanam katham karishyami, how can I complain? Because I have not voted, so how can I complain? Astu, maudai, dhanyavad. Dhanyavad. Kavita Bhagini, patatu. आं भगिनि. च एव इति अपि. रामः वनं गच्छति, लक्ष्मणः वनं गच्छति, सीता वनं गच्छति. रामः, लक्ष्मणः, सीता च वनं गच्छति. राम, लक्ष्मण, गच्छन्ति, क्षम्यतां, गच्छन्ति. सो रामः, लक्ष्मणः, सीता च वनं गच्छति विकम् plural becomes, so instead of saying plural because instead of saying ramah vanam gachati, rama goes to the forest, lakshmana goes to the forest, sita goes to the forest, instead of saying that rama, lakshmana and sita, cha is put after the subject. Ramah, lakshmana, sita cha vanam gachanti, because all three of them are going, we have put them together and therefore gachanti. Navinah, राजीवः च प्रियायाः पुत्रद्वयम्. नवीन एंड राजीव आर प्रियास टू सन्स. नवीनः प्रियायाः पुत्रः, राजीवः अपि प्रियायाः पुत्रः. नवीन इज प्रियास सन, राजीव इज आल्सो प्रियास सन. उत्तमं, धन्यवादः भगिनि. विजय महोदय, विजय कुमार महोदय. अपर्णाः अपर्णा महोदया संस्कृतं पाठयति, प्रिया भगिनी अपि संस्कृतं पाठयति. अपर्णा टीचर् संस्कृत टीचर्. प्रिया भगिनी, दट् इस् प्रिया सिस्टर् आल्सो संस्कृत, आल्सो टीचर् संस्कृतम्. सो अपि इस् आल्सो, ओ अपि इस् आल्सो. मयूखा संस्कृतं वदति, भव्या अपि वदति. मयूका संस्कृत स्पीक्. सो मयूसा मयू मयूखा स्पीक् संस्कृतं, मयूका स्पीक् संस्कृतः, भव्या आल्सो स्पीक् संस्कृत. मार्टिन् लूथर् क्रीडन् किङ्ग् किङ्ग् ओ मार्टिन् लूथर् किङ्ग् महाशयः मम स्वप्न अस्ति इति उक्तवान् वदति स्म. वाट् दिस् मीन्स् मार्टिन् लूथर् किङ्ग् हि मार्टिन् लूथर् किङ्ग् हि सेड् इति हि सेड् देट् मम स्वप्नः अस्ति, ऐ हेव् अ ड्रीम्, हि सेड् देट् इति इस् देट् अनिरुद्धः न पश्यामि इति मा वदतु. अनिच्छतु, सच् इच्छतु अन्विच्छतु अन्विच्छतु अन्विच्छतु मीन्स् सर्च् अन्वेषणं मीन्स् टु सर्च् अन्विच्छतु मीन्स् सर्च् फार् इट् अनिरुद्ध न पश्यामि इति मा वदतु डोण्ट् टेल् मी देट् ऐ विल् नाट् सर्च् डोण्ट् टेल् मी देट् मा वदतु बिकास् इन् इङ्ग्लिश् चेञ्ज् इस् नो सो डोण्ट् टेल् मी देट् ऐ विल् नाट् सर्च् सर्च् फार् इट् अस्तु धन्यवादः विशालाक्षी भगिनी वर्गस्य टिप्पण्यः च एव इति अपि केन् बि यूस्ड् वित् कर्तृपदं कर्मपदम् एण्ड् क्रियापदम् एक्सेट्रा वेर् इट् इस् प्लेस् सिग्निफैस् डिफ्रेण्ट् मीनिङ्ग् रामः लक्ष्मणः भरतः च रामः लक्ष्मणः भरतः च गच्छन्ति अहं रामं लक्ष्मणं भरतं च पश्यामि अहं भगिनी अनुजः च रामं लक्ष्मणं भरतं च पश्यामः यु से ऐ सी दर्शन ऐ सी दर्शन ऐ अहं सः ऑब्जेक्ट् शी हेज़् बिकम् द ऑब्जेक्ट् सो वेन् दर्शना इस् द सब्जेक्ट् शी दर्शन दर्शनां पश्यामि अहं विजयमहोदयं च पश्यामि वाट् डस् देट् मीन् अहं दर्शनां विजयमहोदयं च पश्यामि वाट् डस् देट् मीन् इट् मीन्स् देट् ऐ सी दे बोत् ऐ सी दर्शन एण्ड् एण्ड् वेरि इम्पार्टेण्ट् बिकास् च मीन्स् एण्ड् या एण्ड् द एण्ड् डजन् कम् इन् बिट्वीन् यू केन् प्लेस् इट् इफ् यु वाण्ट् टु बट् देट् इस् नाट् द प्राक्टिस् प्राक्टिस् इस् यु प्लेस् इट् एट् द एण्ड् सो अहं दर्शनां च विजयमहोदयं च पश्यामि इन्स्टेड् आफ् देट् अहं दर्शनां विजयमहोदयं च पश्यामि सो वाट् दिस् बेसिकलि सेस् इस् देट् वेर् यु प्लेस् द च इस् वेरि वेरि इम्पार्टेण्ट् इफ् ऐ से अहं च दर्शनां विजयमहोदयं पश्यामि देन् इट् चेञ्जेस् द मीनिङ्ग् बिकास् इट् मीन्स् देर् इस् नो सब्जेक्ट् ओवर् देर् अहं च वित् हू ओके बोत् आफ् अस् हू आर् द वन् हू आर् सीङ्ग् हू इस् द क्वश्चन् अग्रिमं पठतु अहं रामं लक्ष्मणं भरतं च पश्यामि भगिनि अहम् एव अहम् एव पाठं पठामि अनुजः न पठति नौ वाट् इस् द मीनिङ्ग् आफ् दिस् सेण्टेन्स् वेर् इस् द एव Eva is after the subject. Since it is after the subject, it is qualifying the subject. Aham Eva Patham Pathami. I am reading the lesson. Lesson. Nobody else. Lesson. Because the subject, no? Yeah. Agrimam? Next one is Aham Patham Evam Eva Pathami. अन्यान् पठामि अन्यं न पठामि वेर् इस् द एव ओवर् हियर् वेर् इस् द एव इट् इस् आफ्टर् द आफ्टर् पाठ After patham, after the subject or the object? After the subject. Is patham the subject over there? No, patham is the object. Okay. Aham so is when the it subject. Is after the object. Aham is the subject, and when it is after the object, then it means that it is qualifying the object. Only the lesson. I am reading only the lesson, which means I am not doing anything else. Or I am not studying anything else. Aham shakam eva khadami. Next line is aham masam na khadami. Odanam cha na khadami. So over here, where is the eva bhagini? Where is it placed? Is it placed after the subject or the object? After the object only. After the object only. So it is qualifying the object. I am eating only vegetables. So there is a difference between only I am eating vegetables, that means nobody else is eating. I am eating only vegetables, which means I am not eating anything else. Dhanyavadah bhagini. अहं पाठं पठामि एव अन्य किमपि न करोमि ओके सो ओवर हियर Mahoday, where is the eva? Eva is placed up. Where is the eva placed? After pathami. After pathami, which is the kriyapadam. Okay? So when it is after kriyapadam, I am studying. So there, I am only studying. Rather than that, I would put it as, I am studying the lesson only. So if my mother calls out to me and tells me, I am studying only. Like that we tell, no? Like that. Aham patham pathami eva. I am studying only. So when it is placed after the subject, it qualifies the subject. If it is placed after the object, it qualifies the object. If it is placed after the verb, then it qualifies the verb. I am studying only. I am not doing anything else. Astu. Agrimam patatu. Aham patham pathami eva. Shlokam api pathami. Anujaha api pathati. Okay, over here. Now, I am indeed studying the lesson. So, over here, now the situation is different. Over there, the situation is different. And depending on the situation, you have to interpret the sentence. Okay? So, aham patham pathami eva. I am studying this also, I am studying this also, I am studying this also. Okay? Depending on the situation. So, agrimam bhavan eva pathatu. अहमपि पाठं पठामि सीता अपि पठति अनुजः अपि पठति सो अहमपि पाठं पठामि इफ् यु से लैक् देट् इट् मीन्स् ऐ एम् आल्सो रीडिङ्ग् अदर्स् मे बि रीडिङ्ग् मे नाट् बि रीडिङ्ग् अग्रिमम् अहं पाठमपि पठामि श्लोकमपि पठामि कथाम् अपि पठामि So, आङ्ग्लभाषायां पठतु ऐ एम् स्टडिङ्ग् द लेसन् आल्सो ऐ एम् स्टडिङ्ग् दल्सो वै इस् मीनिङ्ग् लैक् दिस् नौ वै इस् मीनिङ्ग् बिकास् अपि इस् आफ्टर् द ओब्जेक्ट् नौ सो It qualifies the object. Agrimam patatu. Aham patham pathami api. Likhami api. I am studying also the lesson and I am writing also. Dhanyavadam. I am assuming that everybody has understood. If there are questions, please ask them. Okay? कविता भगिनी पठतु सः गच्छति इति अहं वदामि. He goes, I say. अहं वदामि. I say, भगिनी भगिनी, instead of that, for better clarity, you say it as I say that he goes. I say that, because that iti is very important. Okay? He goes, I say, doesn't bring out the that in that. That we can change later on. I don't have rights to change it. Aham vadami sa gachati iti. I say that he goes. That is it. He putra, bhavan patatu iti mata nindati. He son, the mother scolds the son that, hey son, you study. Mata nindati, hey putra, patatu iti. The mother scolds like that, hey son, you study. Aham vadami iti sa chintayati. He thinks that. Khalu kil nanu. Words used to indicate verily, indeed, assuredly and certainly. So, kil nanu, kila. So, khalu kila nanu. Vayam patitavantaha eva kila. So, I am saying that we studied only, right? Or indeed, we studied, right? Like that. धन्यवादः भगिनि. विजय कुमार महोदय पठतु. च एव इति अपि भव्ये प्रव मम श्वः मम गृहम् आगमिष्यति वा. आमः चित्रे आम चित्रे आम इदियत आम चित्रे आम चित्रे आगामी सप्ताह. एक निमिष महोदय महोदय, आंग्ला भाषायां वदतु, अर्थं वदतु. भव्ये मीन्स टुमारो. नो, भव्ये मीन्स भव्या, दैट गर्ल्स नेम इज भव्या. So, assume that I have a friend whose name is Bhavya and calling out to her and saying, Bhavye, shvaha mama graham agamishyati va. Bhavye, tomorrow can you come to my house? Now, will you come to my house tomorrow? Okay. Next is agami. 1 minute, who is the person asking the question? So the answer is Aam Chitre. Who is the person asking? Who is the person who has asked that question? Who asked whom the question? I. No. Over there, Bhavye, Shvaha Mama Graham Agamishyati Va. And somebody has replied, Aam Chitre. So somebody has asked a question and somebody has replied. Who has asked him? I am asking Chitra. Why I? Where is the I over there? Anybody mama. Else? Mama. No, mama is my. Chitra, sorry. Chitra has asked Bhavya. Aam Chitra, correct. So, Mahode, Vijay Mahode, Tetra, Bhavye, there are two people in the room. And Chitra is asking Bhavye, hey Bhavye, mama graham agachati, kim? Are you going to come, will you come to my house? And Chitra is, Bhavya is replying, aam Chitre, yeah. So, hey Chitre, aam, like this. Patatu, agrimam vakyam. Agami saptahe mama janmadini api agamishyati vaam. Week my birthday api So will you come for my birthday also? That means tomorrow will you come for my to my house? Yes. Will you come for my birthday also? Janmadine api agamishyati va? That means tomorrow will you come, and then on my birthday also will you come? Api is there after Janmadine. So after Janmadine, on my birthday also. Agami sapta next week. Coming week. Okay. Surely. Hmm. So next is Bhavati na agachati iti bhaktya. Bhavatyaha. Bhavatya mata uttvati. Uttavati. भवती च आगच्छति भवती न आगच्छति इति भवत्याः माता उक्तवती. योर मदर टोल्ड मी दैट. योर मदर भवत्याः माता. योर मदर टोल्ड मी उक्तवती टोल्ड मी दैट यू आर नॉट गोइंग टू कम और दैट यू विल नॉट बी कमिंग. एवं वा किमर्थं सा तथा उक्तवती इति अहं न जानामि. मम जननी मम जननीं प्रक्ष्यामि. इस दैट सो वाई डिड युवर मदर से माई mother janani. I will ask my mother. So mother, evam va is that what man evam va is it so kimartham sa tatha uktavati iti aham na janami. Why did she say that? I don't know. Why did she say that way? Or you can add that way, and I don't know. Mama janani prakshyami. I will ask my mother. Okay, it's very important that you read it as Jananim and not Janani. Why is it important that you read it as Jananim and not Janani? Tell me. Jananim is pointing out. No, Jananim. Can anybody answer that question? It is important that you read it correctly. Why is it important? Because mama jananim prakshyami. Mama janani. My mother. No. Can anybody tell me the difference between mama janim prakshyami or mama janani prakshyami? Because it is object. Uttamam. So if you tell mama janani prakshyami Vijay Mahoday, Vijay Kumar Mahoday, then what happens is that I will wonder who is asking whom, because janani is the subject. Okay, so mama janani prakshyami, because prakshyami cannot come with janani. If it is janani who is asking, then it should be prakshyati. Prakshyami means I am asking. I am asking whom? I am asking my mother. Astu mahoday. It is very, that is why I insist that you read even the Anuswara correctly, because otherwise in Sanskritam the meaning will change drastically. Okay. Or it will not have any meaning at all, the sentence. So mama janani prakshyami doesn't make sense. Mama janani prakshyami. Astu, Vishalakshi Bhagini Patato, Agrimu. Vishalakshi Bhagini. Yeah. अहं न द्रक्ष्यामि एव तथैव करोतु. भवती नूतनं चलनचित्रं दृष्टवती वा? डू दैट. डिड यू सी द न्यू मूवी? उत्तमम्. अहं न द्रक्ष्यामि एव अहं न द्रक्ष चलनचित्रं बहु हिंसामयम् इति श्रुतवती I have not seen द्रक्ष्यामि we just did over there पास्यामि द्रक्ष्यामि future tense I will not see it only I will not see the it is because it is a very violent movie that so is what I heard that iti shrutavati hintayamayam asti iti shrutavati agrimam aam satyam eva yadi na icchati tarhi ma gacchatu yes that is true if you yadi na icchati tarhi if you don't want to see it I will go and see it no katham I will go kutra asti tarhi ma gacchatu even then I will go no I will go ma gacchatu don't go if you do not wish to see it then don't go Ma gacchatu means I will go, na? No. Ma is don't go. Lot lakarasya, mabhyasam karotu bhagini. Ma gacchatu. Gacchati is go. Gacchatu is lot lakarasya. Don't go. Then don't go. Lot lakarasya ki abhyasam karotu. So yadi tarhi. Yadi na icchati, tarhi ma gacchatu. If you don't want to go, then don't go. Then don't go. Yadi and tari are important. Dhanyavadah. Dhanyavadah. Vijay Sanki Mahode, Patatu. Geetam Khagaha. Chiva Chiva Chattakaha, Kau Kau Kaakaha, Vadati Kapata Guturugam. मिठु मिठु शूकः कुहु कोकिलः वदति कुक्कुटः कुकू च कु विहरति सेनः नीलाकाशे गृघ्नः अपि गृध्नः गृध्रः अपि च न सञ्चरति बकः उलकः किमपि न वदतः उलूकः किमपि न वदतः मौनीभूतौ पश्यतः रे सुन्दरसरसि श्वेतः हंसः कादम्बः अपि तत्रैव पक्षिगणानां राजा कः खलु रम्यमयूरः सः एव पठतु महोदय नामानि पठतु चटकः स्पेरो चटकः स्पेरो कपोतः डव पीजन कोकिलः कुक्कु शेनः ईगल हॉक फाल्कन बकः स्टॉर्क टाइप ऑफ क्रेन हंसः स्वान काकः क्रो शूकः पैरट कुक्कुटः कॉक गृध्रः वल्चर उलूकः औल कादम्बः गूस मयूरः पीकॉक अस्तु धन्यवादः महोदय धन्यवादः अद्य होली पर्वणः अस्ति तदर्थं किञ्चित् शीघ्रम् एव समापयामः भवत्याः भवन्तः आज्ञा अस्ति इति मन्ये सिन्स् टुडे होलि लिटल् अर्लि लेट् अस् वैण्ड् अप् बिकास् वी हेव् कम्प्लीटेड् दिस् प्रस्तुतिः ऐ वुड् प्रिफर् नाट् टु स्टार्ट् अन् इस् इट् ओके वित् एव्रिबडि यस् सर्वेषां कृते होलिपर्वणः वदतु महोदय वदतु I want to know the first slide where would you where I can find it विश्वसंस्कृतगवाक्षः where there is samagri, no? Okay, I will send it to you right away. No, I'm talking about the story. Over here, if you go... Bija. Oh, you want to know the story, huh? It is there in the spoken Sanskrit. Where can I find it? Over here, if you... I'll tell you. You know how to go to the dictionary, right? Yes. Okay, over here, there is dictionary, fable, training, resources. You go to fable. Click on fables. No, I could not see. Okay, now fables. Can you not see my screen? Now I can see. Fables, okay. Huh. Under fables, there are Aesop fables, there are fables from Panchatantra, there are fables from the Hitopadesha. Over here, I have selected, the first one, Panchatantra. Okay. हा द्विजः द्विजः आवश्यकं किल द्विजः कुत्र अस्ति द्विजः द्विजः मूर्खः द्विजः मूर्खः द्विजः मूर्खः द्विजः कुत्र गतः मूर्खः द्विजः नो प्रोब्लम् ऐ विल् फैण्ड् इट् ऐ वाण्ट् टु रीड् अत्र कुत्रापि Yeah, actually it's a very good, I would, here it is, this one, the broken pot, Murkha Dvijaha. Yeah, I think it is a very, very good habit to read and read correctly, but very important, and you will come to know how the usage is. Astu? Thank you. Aneke Dhanyavadaha. शान्तिमन्त्रं पठामः विजयसन्ति महोदय भवान् एव पठतु कुत्र अस्ति अस्माकं शान्तिमन्त्रः अत्र अस्ति पठतु महोदय स्लैड् इस् नाट् देयर् मेडम् सर्वे वि कान्ट् सी इट् Not now? You cannot see it now? Now we can see. Om Sarve Bhavantu Sukhinaha Sarve Santu Niramayaha Sarve Bhadrani Pasyantu Makaschit Dukkha Bhagbhavet Om Shanti Shanti Shanti Just for your information, you will, when you listen to audios also of shlokas and all, you hear Om Shantihi, Shantihi, Shantihi, Athava. If you do the sandhi over there, then Om Shanti, Shanti, Shantihi. Asto? Because Shanti by itself is not a word at all. It's a pratipadika. Asto, Aneke Dhanyavadaha, Punarilaha. Happy Holi. Holi Parvana Shubhashaya. Dhanyavadaha.